पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 55 व्यास उवाच न हिंस्यात् सर्वभूतानि नानृदं वावदेत् क्वचिद् न हिदं न प्रियं वाच्यं नस्तेन स्यात् कदाचन तृणं वा यदि वा शाकं मृदं वा जलमेव च परस्याप हरं जन्तुर्नरकं प्रतिपद्यते न राज्ञः प्रतिगृह्णीयान् न शूद्रात् पतितादपि न चान्यस्माद् शक्रश्चेन्निन्दितान्वर्जयेद्बुधः नित्यं याचनको न स्यात् पुनस्तं नैव याजयेद् प्राणानपहरत्येवम् याचकस्तस्य दुर्मतेः न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः ब्रह्मस्वं वा नापहरे दापत्स्वपि कदाचन न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते देवस्वं चापि यत्नेन सदा परिहरेत्तदः पुष्पं शाकोदकं काष्ठं तथा मूलं फलं तृणम् अदत्तानि च नस्तेयं मनुप्राह प्रजापतिः गृहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजः नैकस्मादेव नियतमननुज्ञाय केवलं तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः धर्मार्थं केवलं प्राहुरन्यथा पतितो भवेद् तिलमुद्गयवादीनां मुष्टिर्ग्राह्यापधिस्थितैः क्षुदितैर्नान्यथा विप्रा धर्मादिभिरिति स्थितिः न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेद् व्रतेन पापं व्यागुह्य कुर्वन् स्त्री शूद्रदम्भनम् प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः चत्मनाचरितं यच्च व्रतं रक्षांसि गच्छति अलिङ्गिलिङ्गिवेषेण यो वृत्तिमुपतिष्ठति सलिङ्गिनो हरेदेन स्थिर्यज्ञोनौ च जायते याचनं योनिसम्बन्धं सहवासं च भाषणं कुर्वाणः पतते नित्यं तस्माद्यत्नेन वर्जयेद देवद्रोहं न कुर्वीद गुरुद्रोहं तथैव च देवद्रोहात् गुरुद्रोहः कोटिकोटिगुणाधिकः जनापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकं गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया कुलान्यकुलदां यान्ति यानि हीनानि धर्मतः कुविचारैक्रियालोपैः वेदानध्ययनेन च कुलान्यकुलदां यान्ति ब्राह्मणादिक्रमेण च अनृतात् पारदार्याच्च तथा भक्षस्य भक्षणात् अगोत्रधर्माचरणात् क्षिप्रं नश्यति वैकुलम् अश्रोत्रियेषु दानाच्च वृषलेषु तथैव च विहिताचारहीनेषु क्षिप्रं नश्यति वैकुलम् अधार्मिकैर्वृते ग्रामे न व्याधि बहुले वसेत् शूद्रराज्ये च न वसेन्न पाखण्डजनैर्वृते हिमवद्विन्ध्ययोर्मध्यं पूर्वपश्चिमयोशुभम् मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्विजः कृष्णो वा यत्र चरदि मृगो नित्यं स्वभावदः पुण्या वा विश्रुता नद्यस्तत्र वा निवसेद्विदः अर्धक्रोशं नदीकूलं वर्जयित्वा द्विजोत्तमः नान्यत्र निवसेत् पुण्यं नां त्यजग्रामसन्निधौ न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः न मूर्खैर्नावलिप्तैश्च नान्यैर्जायावसायिभिः एकशयासने पङ्क्तेर्भाण्डे पक्वान्नमिश्रणं यजनाध्यापने योनिस्तथैव सह भोजनं सहाध्यायस्तु दशमः सह याजनमेव च एकादश समुद्दिष्टा दोषास्साङ्गर्यसंस्थिताः समीपे चाप्यवस्थानात् पापं सङ्क्रमदे नृणां तस्मात् सर्वप्रयत्नेन साङ्गर्यं परिवर्जयेद् एकपङ्क्त्युपविष्टाये न स्पृशन्ति परस्परं भस्मना कृतमर्यादा न तेषां सङ्करो भवेद् अग्निना भस्मना चैव सलिलेन विलेखतः द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते न कुर्याच्छुष्कवैराणि विवादं न च पैशुनम् परक्षेत्रे गां चरन्तीं न चाचक्षीत कर्हिचित् न संवसेत्सूचकेन नकं वै मर्मणि स्पृशेद् न सूर्यपरिवेशं वा नेन्द्रचापं पराह्निकं परस्मै कथयेद्विद्वान् शशिनं वाधकाञ्चनं न कुर्यात् बहुभिः सार्धं विरोधं बन्धुभिस्तथा आत्मनः प्रतिकूलानि परेषां न समाचरेद तिथिं पक्षस्य न ब्रूयान्नक्षत्राणि न निर्दिशेद नोदक्यामभिभाषेद नाशुचिं वा द्विजोत्तमाः न देवगुरुविप्राणां दीयमानं तु वारयेद् न चात्मानं प्रशंसेद्वा परनिन्दां च वर्जयेद् वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेद् यस्तु देवान् ऋषींश्चैव वेदान्वा निन्दते द्विजः न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः निन्दयेद्वा गुरुं देवं वेदं वासोपब्रह्मणम् कल्पकोटिशतं साग्रं रौरवे पच्यते नरः तूष्णीमासीदनिन्दायां न ब्रूयात् किञ्चिदुत्तरं कर्णौ पिधाय गन्तव्यं न चैनमवलोकयेद् वर्जयेद्वै रहस्यानि परेषां गर्हणं बुधः विवादं स्वजनैः सार्धं न कुर्याद्वै कदाचन न पापं पापिनां ब्रूयातपापं वा द्विजोत्तमः सत्येन तुल्यो दोषस्यादसत्याद्दोषवान् भवेद् नृणां मिथ्याभिशस्तानां पदं त्यश्रूनिरोदनाद तानि पुत्रान् पशून् घ्नन्ति तेषां मिथ्याभिशंसिनां ब्रह्महत्या सुरापाने स्थेयो गुर्वङ्गनागमे दृष्टं वै शोधनं वृद्धैर्नास्ति मिथ्याभिशंसने नेक्षेतोऽद्यन्तमादित्यं शशिनं वा निमित्तदः नास्तं यादं न वारिष्ठं नोपस्पृष्टं न मध्यगं तिरोहितं समीक्षेद नादर्शाद्यनुगामिनं ननग्नां स्त्रियमीक्षेद पुरुषं वा कदाचन न च मूत्रं पुरीषं वा न च संसृष्टमैथुनं नाशुचिसूर्यसोमादीन् ग्रहानालोकयेद्बुधः नाभिभाषेत च परमुच्छिष्टो वागगुण्ठितः न पश्येत्प्रेतः संस्पर्शं न क्रुद्धस्य गुरोर्मुखं न तैलोदकयोच्छायां न पङ्क्तिं भोजने सदि न मुक्तबन्धनं पश्येन्नोन्मत्तं गजमेव वा नाश्नीयाद्भार्यया सार्धं नैनामीक्षेद चाश्नदीं क्षुभदीं दृम्भमाणां वा नासनस्थां यथा सुखं नोदके चात्मनोरूपं शुभं वा शुभमेव वा न लङ्घये च मदिमान्नाधितिष्ठेत् कदाचन न शूद्राय मदिं दद्यात् कृसरं पायसं दधि नोच्छिष्टं वा मधुकृतं न च कृष्णाजिनं हविः न चैवास्मै व्रतं ब्रूयान्न च धर्मं वदेद्बुधः न च क्रोधवशं गच्छेद्वेषं रागं च वर्जयेद् लोभं दम्भं तथा शाढ्यं ह्यसूयां ज्ञानकुत्सनम् ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेद् न कुर्यात् कस्यचित् पीडां सुदं शिष्यं तु ताडयेद् न हीनानुपसेवेत न च तृष्णामधिक्वचिद् नात्मानं चावमन्येद दैन्यं यत्नेन वर्जयेद् न विशिष्टमसत्कुर्यान्नात्मानं वासनाद्बुधः न नखेन लिखेद्भूमिं कां च संवेशयन्नहि न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् आवासे भोजने वापि न त्यजेत् सहयायिनम् नाव गाहेदपो नग्नो वह्निं नादिव्रजेत्तथा शिरोभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेद् न सर्पशस्त्रैः क्रीडेद स्वानि कानि न संस्पृशेद रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेद् न पाणिपादवाङ्नेत्र चापल्यं समुपाश्रयेद न शिश्नोदरचापल्यं न च श्रवणयो क्वचिद् न चाङ्गनकवाद्यं वै कुर्यान्नाञ्जलिनापिबेद नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन न सादये दिष्टिकाभिर्मूलानि च फलानि च नम्लेच्च भाषणं शिक्षेन्नाकर्षेच्च पदासनम् नखभेदनमास्फोटं छेदनं वा विलेखनं कुर्याद्विमर्दनं धीमान्नाकस्मादेव निष्फलम् नोत्सङ्गे भक्षयेद्भक्ष्यं वृथा चेष्टां न चाचरेद न नृत्येदथवा गायेन्न वादित्राणि वादयेद न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनशिरः न लौकिकैस्तवैर्देवां स्तोषयेद्वात्पतेरपि नाक्षै क्रीडेन धावेद नाप्सु विन्मूत्रमाचरेद नोच्छिष्टः संविशेन्नित्यं न नग्नस्नानमाचरेत् न गच्छंस्तु पठेद्वापि न चैव स्वशिरःस्पृशेद न दन्तैर्न करोमाणि चिन्त्यात्सुप्तं न बोधयेद नाबालातपमासेवेत्प्रेदधूमं विवर्जयेद नैव स्वप्याच्छून्यगेहे स्वयं नोपा न हौहरेद न कारणाद्वा निष्ठिवेन्न बाहुभ्यां नदीं तरेद न पादक्षालनं कुर्यात् पादेनैव कदाचन नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः नाभिप्रसारयेद्देवं ब्राह्मणान् गामधापि वा वायुवाग्निनृपविप्रान् वा सूर्यं वा शशिनं प्रति अशुद्धशयनं पानं स्वाध्यायं स्नानभोजनं बहिर्निष्क्रमणं चैव न कुर्वीद कदाचन स्वप्नमध्ययनं स्नानमुद्वर्थं भोजनं गतिम् उभयोः सन्ध्ययोर्नित्यं मध्याह्ने चैव वर्जयेद न स्पृश्येत् पाणिनोच्छिष्टो विप्रो गो ब्राह्मणानलान् न चालनं पदावापि न देवप्रतिमां स्पृशेद न शुद्धोऽग्निं परिचरेन्न देवान् कीर्तयेदृशीन् नावगाहे दगाधाम्बु धावयेन्नानिमित्ततः न वामहस्ते नोद्धृत्य पिबेद्वक्त्रेण वा जलं नोत्तरे धनुपस्पृश्य नाप्सुरेदः समुत्सृजेद अमेध्यालिप्तमर्हं वा लोहितं वा विषाणि वा व्यतिक्रामेन्न स्रवन्तीं नाप्सु मैथुनमाचरेद चैत्यवृक्षं न वै चिन्त्यान्नाप्सुष्टीवनमाचरेद नास्ति भस्मकपालानि न केशान्न च कण्टकान् तुषाङ्गारकरीशं वा नाधितिष्ठेत्कदाचन न चाग्निं लङ्घयेद्धीमान् नोपदध्यादध क्वचिद न चैनं पादद कुर्याच्चूर्पेण न तमेद्बुधः न वृक्षमवरोहेद नावेक्षेदाशुचि क्वचिद अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा सुहृन्मरणमात्रं वा स्वयं न श्रावयेत् परान् अपण्यं कूडपण्यं वा विक्रयेण प्रयोजयेद न वह्निं मुखनिःश्वासैर्ज्वालयेन्नाशुचिर्बुधः पुण्यस्थानोदकस्थाने सीमान्तं वाहयेन्नदु न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन परस्परं पशून् व्याघ्रान् पक्षिणो न च योधयेत् परबाधां न कुर्वीद जलवादातपादिभिः कारयित्वा सुकर्माणि गुरून् पश्चान्न वञ्चयेद सायं प्रादर् गृहद्वारान् रक्षार्थं परिघट्टयेद बहिर्माल्यं सुगन्धिं वा भार्यया सह भोजनं विगृह्यवादं कृत्वा वा प्रवेशं च विवर्जयेद न खादन् ब्राह्मणस्तिष्ठेन् न जल्पेद्वा हस्येद्बुधः स्वमग्निं चैव हस्ते न स्पृश्येनाप्सुचिरं वसेद न पक्षकेणोपधमने शूर्पणे च पाणिना मुखेनाग्निं समिन्धीद मुखादग्निरजायद परस्त्रियं न भाषेद नायाज्यं याजयेद्बुधः नैकश्चरे सदा विप्रः समुदायं च वर्जयेद न देवायतनं गच्छेत् कदाचिद्वा प्रदक्षिणं न पीडयेद्वा वस्त्राणि न देवायतने स्वभेद नैकोध्वानं प्रपद्येद न धार्मिकजनैः सह न व्याधितूषितैर्वापि न शूद्रैः पतितेन वा नोपानद्वर्जितो वाध जलादिरहितस्तथा न वर्त्मनि चिदिं वाममधिक्रामेत् क्वचिद्विजः न निन्देद्योगिनः सिद्धान्व्रतिनो वा यदींस्तथा देवतायतनं प्राज्ञा देवानां चैव शत्रीणां नाक्रामेत् कामतच्छायां ब्राह्मणानां च घोरपि स्वां तु नाक्रामयेच्छायां पतिताद्यैर्न रोगिभिः नाङ्गारभस्म केशादिष्वधितिष्ठेत्तथाचन वर्जयेन्मार्जनीरेणुं स्नानवस्त्रकडोदकम् न भक्षयेदभक्ष्याणि नापेयं च पिबेद्विज इति श्रीपद्मे महापुराणे स्वर्गखण्डे पञ्चाशत्तमोऽध्यायः ॐ